सर्वेभ्यो नमस्कारः. अस्माकं पाणिनीयसमासचिन्तनवर्गे सर्वेषां सुस्वागतम्. प्रथमं वयं प्रार्थनां कुर्मः. वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा. सरस्वतीनमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात्, कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. अहमाहेश्वराणि सूत्राणि ऐ उ लुक् एवोङ् ऐ औच् हयवर्ट् गण ञमगणनम झभै घटदश् झभगणदश् खप चटत चटतौ तपै शशसर् हल इति माहेश्वराणि सूत्राणि. अस्तु, इदानीं किञ्चित् पारायणं कुर्मः. तत्र अरविन्द् महोदय, भवान् करोति वा महोदय? पारायणं भवान् करोति? नमस्ते महोदय, पार्श्वे अद्य पुस्तकं नास्ति. पुस्तकं नास्ति वा? भवतु. रोहिणी भगिनी, आं महोदय, भवती करोति वा पारायणं? आं महोदय. काकार समासः सः सुपा. द्वितीयाध्यायः प्रथमपादः समर्थः पदविधिः. अत्र एकनिमिषं नास्ति चेत् कुर्वन्तु, अष्टाध्यायी डाट् काम् इति अस्ति. तत्र अष्टाध्यायी डाट् काम् मध्ये तत्र पारायणम् इति कुत्र अस्ति, अधोभागे किं भवति, तत्र अधोभागे विशिष्ट अष्टाध्यायी सूत्रभेदः, अष्टाध्यायी शब्दक्रमः, अष्टाध्यायी अष्टाध्यायी पारायणम् इति सूत्रपाठसाधनानि इति शीर्षकमस्ति. तत्र अष्टाध्यायी पारायणम् इति शीर्षकमस्ति. तत्र तत्र गत्वा तदनन्तरं वामभागे तत्र ड्राप् डौन् भवति, ड्राप् डौन् मध्ये द्वितीयाध्याये प्रथमस्वादः स्वीकरोति. तादृशमपि द्रष्टुं शक्यते. पुस्तकं नास्ति एतदपि. भगिनि, षष्टचत्वारिंशत् सत्यं सत्यं तदेव. समर्थपदविधिः सुभामन्त्रिते पराङ्गवत् स्वरे प्राक्कडारसमासः सः सुपा अव्ययीभावः अव्ययं विभक्तिसमीपसमृद्धि वृद्धि अर्थाभाव अत्यय असंवृद्धि शब्दप्रादुर्भाव पश्चात् यथानुपूर्व्य योगपद्य तादृश्यसम्पत्तिसाकल्य अन्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रदिना मात्रार्थे अक्षशलाका सङ्ख्या परिणा विभाषा अपपरिबहिरञ्जव पञ्चम्या आङ् मर्यादाभिविद्योः लक्षणे नाभिप्रति आभिमुख्ये अन्यर्यत्समया यस्य चायामः तिष्ठद्भुप्रभृदीनि च पारे मध्ये षष्ट्या वा संज्ञा वंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्. धन्यवादः. वयं कुत्र स्मः इत्युक्ते, तत्र अभ्यासे अभ्यासं कुर्वन्तः स्मः तत् सर्वेषां पुरतः अस्ति वा इदानीं तत्र भिषजः समीपं गतवर्गे कृतवन्तः इति अहं चिन्तयामि कृतवन्तः वा महोदय भिषजः समीपम् इति यत् अस्ति तद् कुर्मः अद्य भिषजः समीपम् तत्र भिषजः इति कीदृशरूपम् कोऽपि वदति वा जकारान्त पुल्लिङ्गरूपं महोदय कस्य कस्य पदस्य प्रातिपदिकं किम् भिषज् प्रातिपदिकं भिषक् भिषजौ भिषजः इति प्रथमः विभक्तिरूपं भिषजः तदा भिषजं भिष भिषजौ भिषजः भिषजः भिषद्भिषां भिषद्भिः भिषद्भ्यां भिषद्भिः भिषजे भिषद्भ्यां भिषद्भ्यः भिषजेः भिषद्भ्यां पञ्चमीषजः सारि क्षम्यतां भिषजः भिषद्भ्यां भिषद्भ्यः षष्टि भिषजः भिषजोः भिषजां सप्तमी भिषजि भिषजोः भिषजषु भिषक्षु भिषक्षु भिषक् चौतुः आगच्छति भिषक्षु इति भवति भिषक्षु इति भवति रूपसिद्धि भिषजः समीपं वदामि भिषजः समीपम् इति लौकिकविग्रहम् भिषजः समीपं लौकिकविग्रहं भिषज न योगः नस योगः उप इति अलौकिकविग्रहम् उप इति समीपार्थे अव्ययपदम् आगत्य उप भिषज योग नस योग उप तत्र एकनिमिषं तत्र भिषजः नस् तदनन्तरम् उप उपयोगभिषज् इति नास्ति नास्ति भिषजः योगः नस् योगः समीपार्थे उप इति अव्ययम् अस्तु न हरि ओम् भिषजः श्रूयते वा नमस्कारः अधुना श्रूयते श्रूयते उप इति अस्ति प्राक्कटारसमासः इति सूत्रेण समासाधिकारे भवति अव्ययीभावः इति सूत्रेण समाससंज्ञा भवति अनन्तरम् अव्ययं विभक्तिसमीपसमृद्धि वृद्धि इति दीर्घसूत्रेण अव्यय पदं सुबन्धेन भिषजः पदेन समस्यते अव्ययम् अव्ययपदसमासः भवति अनन्तरं समासपद्या अस्ति अतः वदामि इदानीं भिषजः समी प्रातिपदिकसंज्ञा भवति तृप्तसमासश्च इति सूत्रेण शिष्यजः नस उपा इदानीं सुप् प्रत्ययस्य लोपः समासज्ञा भवति अतः सुप् भिषज सुप्रत्ययस्य लोपः भवति सुपो धातु लुक् भवति सुपो धातु प्रातिपदिकयोः इत्यनेन अतः भिषज योग ङस् योग उपा अत्र ङस् इत्यस्य लोपः भवति भिषज उपा इति उपा इत्यस्य अन्ते सुप्रत्ययस्य न दृश्यते उपा तु अव्ययपदम् अव्ययात् आप् सुप् अव्ययात् आप् सुपः इति सूत्रेण अव्ययात् परस्य सुप् प्रत्ययानां लुप् भवति अतः उपा इति अव्ययस्य पदस्य लोपः जातः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पदसंज्ञा अस्ति समासविधायकसूत्रे अव्ययम् इति पदं प्रथमाविभक्त्या निर्दिश्यते तस्य उपसर्जनसंज्ञा अस्ति अत्र उपा इति अव्ययमपि प्रथमाविभक्त्यौ अस्ति ततः तदपि उपसर्जनं तत्र किं भगिनि प्रथमानिर्दिष्टं समास उपसर्जनं तत्र किं ज्ञातव्यम् इत्युक्ते प्रथमाविभक्त्या यत् पदं सूत्रे निर्दिष्टमस्ति तदेव अहं सूत्रे उप इति अस्ति वा अव्ययम् इत्येव अस्ति सूत्रे अव्ययविभक्तिसमीपे सूत्रे अस्तु क्षम्यतां समायविधायकसूत्रे अव्ययं यदि प्रथमाविभक्तौ अस्ति तस्य उपसर्जनसंज्ञा भवति अत्र भिषज उप इत्यत्र उप इति प्रथमाविभक्त्यौ निर्दिष्टमस्ति ततः तदपि उपसर्जनं पुनः तत्र प्रायः भवती किं वक्तुमिच्छति इत्युक्ते उप इति अव्ययम् अस्ति तत्र सूत्रे अव्ययम् इति प्रथमाविभक्तौ अस्ति अव्ययम् इति पदम् उप इति पदं लक्ष्यते अव्ययम् इति यत् पदं सूत्रे अस्ति तत् पदम् उप इति पदं लक्ष्यते इति कृत्वा उप इति पदस्य प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण उप अग्रे आगच्छति पूर्वपदे आगच्छति तत् उप कृषज् इति भवति शब्दः भवति अनन्तरम् उपभिषज् इति जकारान्तशब्दः झयः झयः प्रत्याहारे भवति अतः झयः इति सूत्रं कार्यं करोति झयः वदति अव्ययीभावसमासे यत् झयः प्रत्याहारवर्णे अस्ति तत्र झयः इति सूत्रेण टच् प्रत्ययः भवति अतः उपभिषज् योगः टच् भवति टच् इत्यस्य टकारचकारलोपानन्तरम् अ एव अवशिष्यते उपनिषज् योगः अ उपभिषज भवति उपभिषज भवति अनन्तरम् अव्ययीभावश्च इति सूत्रद्वयेन तस्य अव्ययीभावसंज्ञा भवति नपुंसकसंज्ञा अपि भवति तत् तु प्रातिपदिकमस्ति प्रातिपदिकमस्ति चेत् ज्ञाप् प्रातिपदिकात् सुप् प्रत्ययः भूत्वा उपभिषज योगः सुप् भवति. अतः सुप्रत्ययस्य उत्पत्तिः भवति तत्र. अनन्तरम् उपभिषज सु, अत्र अव्ययादाप् सुपः इति सूत्रेण प्राप्यमानः सुपः लुक् न अव्ययीभावात् अतो अम्त्वपञ्चम्याः इति सूत्रेण निषिध्यते. अत्र उपनिषज योगः सु, तत्र सुपः लुक् न भवति, परन्तु सुपः स्थाने अम् आदेशः भवति पञ्चमी विभक्तिं विहाय. तदेव सूत्रं वदति. पञ्चम्यायां तु अम् आदेशः न भवति, अन्यासु विभक्तिषु एव अम् आदेशः भवति. पञ्चमी विभक्त्यां सामान्यं यथा सुप् प्रक्रिया भवति तदेव भवति. उपभिषज प्रथमं पञ्चम्या विभक्तिं कः भवति इति वदामि. उपभिषज योगः नासि, उपभिषजः आत्, उपभिषजात् इति प्रथमा सारि पञ्चमी विभक्ति एकवचनरूपम्. उपभिषजाभ्याम् इति द्वितीयवचनरूपम्. उपभिष जेभ्यः इति बहुवचनरूपं भवति. अनन्तरं भविष्यजेभ्यः, अनन्तरं अन्यासु अपरासु विभक्तिषु उपविषज अम् अम् आदेशः भूत्वा सुपप्रत्ययस्य स्थाने अम् आदेशः भूत्वा उपविषज अम् इति स्थिते अमि पूर्वः इति सूत्रं कार्यं करोति. ततः तत्र उपविषज अकारान्तपदमस्ति, अकारान्तप्रातिपदिकमस्ति. अक्वर्णा अम् सम्बन्धिनी अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशो भवति. अतः उपसमिधम् इति उपभिषजम् इति अपरासु विभक्तिषु पञ्चमीं विहाय सिद्ध्यते. किन्तु अन्यत्र एकसूत्रमपि कार्यं करोति. अत्र तृतीयसप्तम्योर्बहुलम् इति सूत्रेण अदन्त अव्ययीभावात् तृतीयसप्तम्योः स्थाने विकल्पेन अम् आदेशः भवति. अप उपनिषज तृतीय उपविषज् उपविषज ता उपविषज उपविषजेन भवति. द्वितीयविभक्ते उपविषज विषजाभ्याम् उपविषजाभिः इति तृतीयविभक्तौ रूपाणि भवन्ति. सप्तमीविभक्तौ उपविषज योगः उपविषजयोः उपविषजेषु इति रूपं भवति. उपभिष जकारस्थाने ककारः भवति न उपभिषक्षु झयः प्रत्ययः न भवति चेत् तत् विकल्पेन एव झयः भवति. एकनिमिषं, तत्र उपभिषेषु इत्येव भवति, तत्र अकारान्तः अस्ति. अत्र उपभिष इति अकारान्तः अस्ति. अकारान्तप्रातिपदिकम् इति कृत्वा उपविशेषु इति भवति. उपविशेषु, ओके, यामेषु विशेषु. अनन्तरं झल्येत् इति सूत्रेण तत्र अकारान्तप्रातिपदिकस्य तत्र एत्वं भवति, एत्वं भवति उपविशेषु इति पदं जयः तु विकल्पेन भवति, अतः यस्मिन् पक्षे जयः विकल्पेन जयः न भवति तत्र प्रक्रिया उपसमिद्धप्रातिपदिकस्य उपविशद् इति प्रातिपदिकस्य सुप्रत्ययस्य अव्ययसंज्ञा अस्ति सारि सुप्रत्ययः भवति अव्यय तद् पदम् अव्ययपदमस्ति अतः अव्ययपद आप् सुपः इति सूत्रेण सुपः लोपः भवति उपभिषज् इति रूपं सर्वासु विभक्तिषु भवति उपभिषज् उपभिषज् न उपभिषज् तत्र आकारं नास्ति तत्र उपभिषज् इत्यत्र सोहोकु कार्यं करोति वा हा आमागम् उपभिषज् अत्र चोहोकुः आगच्छति जकारस्थाने गकारः आगच्छति उपभिषग् इति भवति अनन्तरं वावसाने अपि कार्यं करोति उपभिषक् भवति चर्तुं भूत्वा उपभिषक् भवति तो उपभिषज् उपभिषक् इति रूपद्वयं भवति जयः न भवति चेत् धन्यवादः अस्तु लोहिनी भगिनी भवती धीमती इति यत् अस्ति तत् करोति वा महोदय न शक्नोमि महोदय अस्तु अरुणा भगिनी प्रयत्नं करोमि महोदय अहं न प्रपद्ये अभ्यासं न कृतवती धीमती इति लौकिकविग्रहम् अधिधीमन् धीमत् समासपदम् अधिधीमत् तत्र अस्तु भवतु किम् इति अग्रे पश्येम इदानीम् अलौकिकविग्रहं तन्त्रं लौकिकविग्रहं तत्सर्वं भवति लौकिकविग्रहम् अलौकिकविग्रहं ततः आरभ्य करोतु धीमत् इति प्रातिपदिकं धीमत् इति अति इति अव्यय सङ्ख्या विभक्तिरूपम् अधि आगच्छति धीमत् योगः नि योगः अधि सम्यक् महोदय अधि इति शब्दः सप्तमर्थे इति स्थाने सप्तमर्थे अधि आगच्छति प्रातिपदिकं धीमत् योगः नि योगः अधि तदनन्तरं प्राकदात् समासस्य समासज्ञा आगच्छति अव्ययभावः अव्ययभावसंज्ञा आगच्छति दीर्घसूत्रेण अव्ययं विभक्तिसमीपसंवृद्धिवृद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव परश्चात् पश्चात् ओके पश्चात् आनुपूर्य योगपत्य सादृश्य सम्पति साकल्यान्तवचनेषु इति सूत्रेण अधि इति अव्ययं सुबन्तेन सह समस्यते तदनन्तरं कृत्तद्वितसमासस्य इति सूत्रे प्रातिपदिकसंज्ञा आगच्छति सुपो धातुपदि प्रातिपदिकयोः लोपः भवति तदनन्तरम् अव्ययात् आप्सुपः अव्ययात् परस्य तथ्य सुप् लुक् अभवत्, तदनन्तरं प्रथमनिर्दिष्टसमास उपसर्जनम् इति सूत्रेण अधि इति प्रथमविभक्तिरूपमस्ति, ततः उपसर्जनसंज्ञा भवति. उपसर्जनपूर्वं पुनः सर्वे तादृशमेव वदन्ति. अधि इति पदं प्रथमविभक्तिमध्ये नास्ति भगिनि. सूत्रे अव्ययम् इति यत् पदम् अस्ति तत् प्रथमविभक्तौ अस्ति. न अवगतं वा? तत्र प्रथमनिर्दिष्टं समास उपसर्जनम् इति सूत्रं किं वदति? सूत्रेषु यत् पदं प्रथमाविभक्तौ अस्ति तस्य उपसर्जन अस्ति, अपि च तेन लक्षितं यत् पदम् अस्ति तस्य उपसर्जनासंज्ञा अस्ति. उप इति यत् अस्ति तत् प्रथमविभक्तौ नास्ति, अथवा अधि इति अस्ति यस्ति तत् प्रथमविभक्तौ नास्ति. अत्र सूत्रे अव्ययं यत् पदम् अस्ति तदेव प्रथमविभक्तौ अस्ति. न अवगच्छति वा? अस्तु, अत्र प्रथमनिर्दिष्टं समास उपसर्जनम् अत्र किं अवगन्तव्यम् इत्युक्ते समास अत्र समासप्रसङ्गे अथवा प्रायः तद्धितप्रसङ्गे अपि भवितुमर्हति. तत्र यत् पदं सूत्राणि वयं पठितवन्तः खलु, द्वितीयाध्यायप्रथमपादः इति, तत्र यत्र प्रथमविभक्त्यन्तं पदम् अस्ति तस्य उपसर्जसंज्ञा अस्ति. इदानीं पश्यतु, अव्ययम् इति पदं यत् अस्ति अव्ययविभक्तिसमीपे तत्र तस्य उपसर्जनसंज्ञा अस्ति, प्रथमविभक्तौ अस्ति. तदनन्तरं तत्पुरुषः इति यत् सूत्रमस्ति तदपि प्रथमाविभक्तौ अस्ति. तदनन्तरं द्वितीय क्षम्यतां तद् नास्ति, द्वितीया श्रुत अतीतपतितगत अत्यस्तप्राप्त अपानैः इति तस्मिन्नेव पुटे द्वितीयस्तम्भे अधोभागे अस्ति. द्वितीया इत्यत्र पदम् अस्ति तत् प्रथमाविभक्तौ अस्ति, तस्य उपसर्जनसंज्ञा भवति. एवं तृतीया तत्कृतार्थेन गुणवचनेन इति तत्र अपरपुटे अस्ति, प्रथमस्तम्भे त्रिंशत्तमं पुटं सूत्रमस्ति तृतीया. अत्र तृतीया इति पदं प्रथमविभक्तौ अस्ति, तस्य उपसर्जनसंज्ञा भवति. इदानीं प्रथमविभक्तौ यत् पदम् अस्ति तस्य उपसर्जनसंज्ञा अस्ति. तदनन्तरम् अनेन पदेन इत्युक्ते अव्ययम् इति पदं तेन यत् पदं लक्षितं, लक्षितं मीन्स् बेसिकलि इण्डिकेटेड्, अव्ययम् इति पदं विच् इण्डिकेट्स् संथिङ्ग् एल्स्. अव्ययम् इस् बेसिकलि इन् द सूत्रम्, अव्ययम् इस् द वर्ड् दट् इस् इन् द सूत्रम्. इट् इण्डिकेट्स् सम् अदर् वर्ड् इन् द प्रक्रिया, so that word also gets upasarjana samya. Adi nat padama vibhakti nirdeshta na bhavate avyaya padam iti karane na avyayam it padam asti tasya eva upasarjana samya. Tantaram tena nirdishtam ada lakshitam padam asti adi iti sada tasya api upasarjana samya iti avagantam. अवगतं महोदय. ततः अधि उपसर्जन भवति, निपातः भवति महोदय. अधि निपातः अस्ति, अव्ययम् अव्ययम् अस्ति इति कृत्वा तत् निपातसंज्ञा अस्ति. निपातानाम् एव अव्ययसंज्ञा अस्ति, तस्य कार्यम् इदानीं नास्ति. उपसर्जनसंज्ञा अस्ति, अग्रे निपातः न भवति, निपातानामेव अव्ययसंज्ञा. निपातस्य अत्र किमपि आवश्यकता नास्ति इत्युक्ते पूर्वमेव अव्ययसंज्ञा अभवत्. कथम् अभवत् तस्य अव्ययसंज्ञा? निपातः अस्ति इति कृत्वा एव अव्ययसंज्ञा. इदानीं निपातः अस्ति इति वदनेन कोऽपि प्रयोजनं पूर्वनिपातं भवति इति चिन्तयामि शायद् ऐ थिङ्क् शी इस् इन् मैण्ड् पूर्वनिपातं भवति अव्ययं सत्यं सत्यं नाम भ्रमः अभवत् क्षम्यतां निपातसंज्ञा अस्ति सत्यम् अधुना किं करणीयं महोदय प्रक्रिया अत्र क्षम्यताम् अत्र निपातसंज्ञा भूत्वा किं भवति पूर्वप्रयोगः भवति खलु आम् तत्र पूर्वनिपातः भवति पूर्व अत्र निपातनिपातं वदामश्चेत् किञ्चित् भ्रमः भवति इत्युक्ते निपातनम् इति शब्दं व्याकरणे अपि अस्ति निपातः इति अपि शब्दं व्याकरणे शब्दः व्याकरणे अस्ति तत्र पूर्वप्रयोगः इति वदति चेत् स्पष्टः भवति पूर्वप्रयोगः भवति इति वदामश्चेत् महोदय मम संशयः निपातम् इत्युक्ते यत् पतितं तदपि भवितुं शक्नोति न निपतितं निपातं पूर्वनिपातं पूर्वे अभवत् केन् इट् बि लैक् दट् तत्र तस्य विग्रहवाक्यम् अहं न जानामि भगिनि तत्र निपातनम् इति पदम् अस्ति तत्र प्रत्यक्षम् इति विषये वयं दृष्टवन्तः प्रत्यक्षम् इति प्रक्रिया यदा कृतवन्तः तस्मिन् सन्दर्भे तत्र एकं सूत्रमपि गणसूत्रम् आसीत् तेन तत्र कथम् इत्युक्ते व्युत्पत्ति भवति इति प्रश्ने तत्र निपातनं निपातनम् इत्युक्ते तत्र यत् पदम् अस् पाणिनिना निर्दिष्टम् अस्ति तद् तावदेव तदेव स्वीकरोतु तत्र प्रक्रिया न भवति निपातनम् इति वदामश्चेत् तत्र प्रक्रिया न भवति इति अर्थः यत् पाणिनि वदति तत् स्वीकरोति इति अर्थः अत्र निपातः पूर्वनिपातः इति अस्ति पूर्वनिपातः इति अस्ति पूर्वनिपातः इत्युक्ते पूर्वप्रयोगः इति अर्थः पूर्वप्रयोगः इति अर्थः पूर्वप्रयोगः इति वदामश्चेत् किञ्चित् स्पष्टः भवति इति मम चिन्तनं तादृशम् सो निपातसंज्ञा न पूर्वप्रयोगः तदेव तदेव न निपात निपातप्रयोगः भवति पूर्वप्रयोगः भवति निपात अस्तु पूर्वप्रयोगः भवति इति वदामः अस्तु अस्तु अग्रे वदतु भगिनि आदि मन् अस्ति तदनन्तरम् अव्ययभावश्च इति संज्ञा अव्ययसंज्ञा भवति क्षम्यताम् अव्ययभावश्च नपुंसकलिङ्गं लिङ्गमपि आगच्छति नपुंसक अत्र पुंलिङ्गशब्द धीमन् इति पुंलिङ्गशब्दं न खलु महोदय नपुंसकलिङ्गमेव धीमत् धीमत् धीमान् इति अस्ति खलु धीमत् पुल्लिङ्गशब्दः शब्दः ततः अनश्च इति सूत्रेण थच् प्रति आगच्छति तत्र न पुल्लिङ्ग् तत्र अण् इति अस्ति वा भगिनि अत्र धीमत् इति अत् एव अस्ति खलु अण् इति अस्ति वा अन्ते किम् अस्ति धीमत् न तु नकार ओके धीमत् ओके अद्य तकार जयप्रत्यय अस्ति ततः आप्शन् विकल्पेन टच् प्रत्यय विकल्पेन टच् प्रत्यय जयः इति सूत्रेण भवति अग्रे वदतु न श्रूयते भगिनि अहं न भ्रम भवति किं अत्र टच् योजनेन अरविन्द् महोदय किञ्चित् सहायं करोतु महोदय अत्र धन्यवादः महोदय पूर्णतया न भवति तत्र भगिन्याः आवश्यकं तद् भवतु अनन्तरं टच् विधानं सूत्रमस्ति जयः इति टच् विधान अनन्तरं धीमत् योगः टच् अवशिष्यते इति कृत्वा धीमता इति रूपं सिद्ध्यते धीमता इति भवति धीमता इदानीं भगिनी समापयति वा भगिनी समापयति वा न महोदय साहाय्यं न वा धीमता इति अस्ति तदनन्तरं वारं कुर्मः खलु प्रयत्नं करोमि महोदय तदनन्तरं न अकारान्तः अस्ति चेत् किं भवति नपुंसकात् अन्यतरस्य न जयः इति सूत्रेण टच् प्रत्ययं योजयित्वा अकारः अभवत् अनन्तरम् अधिधीमत इति अस्ति अधिधीमत इति अस्ति तदनन्तरं किं कर्तव्यम् सुप्रत्यययोजनीयं करणीयं सुप्रत्ययं योजयामः न अत्र अव्ययपात् आप्सुपः कार्यं कर्तुं प्रसक्तिः अस्ति तत् प्रबध्य न अव्ययभाव ततो अमत्वपञ्चम्याः इति सूत्रेण लोपः न भवति अम् प्रत्यये आगच्छति अमि पूर्वः इति सूत्रेण पूर्वपरिहोः पूर्वरूपति अधिधीमम् अधिधीमतम् अधीमत योगम् अधीमतम् अनन्तरं तृतीयसप्तम्यो बहुलमिति सूत्रेण विकल्पेन आम् आदेशः भवति अतिधीमतम् अधिधीमता सप्तमी विभक्ति अधिधीमतम् अधिधीमति एकनिमिषम् भगिनि अत्र तृतीयाविभक्तौ तत्र अधिधीमत योग अम् इति स्थिते तत्र अधिधीमतम् एव भवति इदानीम् अधिधीमतं न भवति चेत् किं वक्तव्यं तत्र ता इति प्रत्यये भवति अधिधीमतेन ओ अधिधीमतेन अधिधीम सप्तमी अधिधीमते अधिधीमतम् इति द्वे रूपं रूपद्वयं भवति अस्तु महोदय अस्तु धन्यवादः भगिनि उत्तमम् अरविन्द् महोदय विदुषः समीपं करोति वा विदुषः इति तस्य प्रातिपदिकम् अस्ति विदुषस् विद्वस् विदुषस् योगः अङ्गस् योगः उप इति अलौकिकरक्तवाक्यं विद्वस् इति प्रातिपदिकं विद्वस् तदेव विद्वस् योगः अङ्गस् योगः उप विद्वस् योगः न श्लोकः उप प्राक्कडारसमासः अव्ययीभावः इति सूत्रेण अव्ययभावसमासज्ञा भवति. अव्ययं विभक्तिसमीपसम्पृक्तिप्रत्ये अर्थाभाव अत्ययसम्प्रतिशब्दप्रादुर्भाव पश्चात् यथा आनुपूर्वयोगवत्यसादृश्यसम्पृक्तिसाकल्यान्तवचनेषु इति सूत्रेण विद्वस् इति पदम् उप इति समर्थपदेन समस्यते इति कृत्वा विद्वस् योगः नस् योगः उप तदनन्तरं सुप् लोपो लोपो भवति सुपो धातुप्रातिपदिकयोः इति सूत्रेण लुप् भवति. तदनन्तरं विद्वस् योगः उप इति रूपं सिद्ध्यति. तदनन्तरं प्रथमानिर्दिष्टम् समास उपसर्जनम् इति सूत्रेण उपपदस्य उपसर्जनं संज्ञा भवति. तत् कारणेन उपसर्जनं पूर्वम् इति सूत्रेण तस्य पूर्वनिपातः भवति इति कृत्वा उपविद्वस् इति रूपं सिद्ध्यते. तदनन्तरं अव्ययीभावश्च इति सूत्रेण अव्ययसंज्ञा भवति. तदनन्तरम् अव्ययीभावश्च इति द्वितीय अध्यायवर्ति सूत्रेण तस्य नपुंसकलिङ्गम् अपि भवति. तदनन्तरं नपुंसकलिङ्गम् अस्ति कृत्वा सुबोत्पत्तिकृते सु औजस् इति सूत्रस्य विधानं भवति. उपविद्वस् योगः सु तत्र सुविधानेन सजुषो रुः सुसजुषो रुः इति सूत्रे एवं करवस्थाने विसर्जनीय सूत्रेण एकनिमिषं महोदय. उप किमस्ति उपविद्वस् इति अस्ति उपविद्वस् योगसु उपविद्वस् योगसु इति अस्ति. इदानीं किं भवति सामान्यतया किं कुर्मः सामान्यतया किं कुर्मः महोदय सामान्य विद्वस् योगसु इति अस्ति चेत् उपविद्वस् योगसु इति अस्ति चेत् किं कुर्मः सामान्यतया किं कुर्मः भवान् जानाति एव भवान् जानाति एकनिमिषं तस्य किञ्चित् समयं वदतु वदतु भगिनि. उपविद्वस् योगः सु विद्वस् योगः सु सु इत्यस्य उकार लोपः भूत्वा सर् अवशिष्यते. उपविद्वस् योगः स सकारस्य एकनिमिषम् उप एकनिमिषम् एकनिमिषम् अत्र किमर्थं न अव्ययभावात् आप्सुपः सूत्रेण सुप्रत्ययस्य लोपः न भवति वा? सुप्लुक् न भवति वा? भवति एव तत्र सुप्लुक् भवति प्रथमं तत् कर्तव्यम्. अस्तु अरविन्द महोदय इदानीं उपविद्वत् योगः सु तदा तस्य सुप् लोप लुप् भवति अव्ययदाप्सुपः इति सूत्रेण. तदनन्तरम् उपविद्वस् इति रूपं तिष्ठति तत्र अन्तिमसकारस्य सुसजुषोरुः इति सूत्रेण एवं करविसर्जने करवसाने विसर्जनीय इति सूत्रेण उपविद्वः इति सर्वासु विभक्तिषु भवति उपविद्वः इति एव भवति उपविद्वः इति रूपं भवति समीचीनम् अत्र प्रायः भ्रमः भवति तत्र किमर्थं वयं प्रथमं तत्र सः सजुषोरुः करवस्याने विजज्ञः इति न कुर्मः अव्ययपदानां सर्वदा सुप् लुप् एव भवति इतोपि किञ्चित् स्पष्टतया वदतु महोदय इतोपि अस्ति किञ्चित् अव्ययपदे कुत्रापि सुप् सुप्रत्ययस्य दर्शनं न भवति अव्ययदा सुवा नित्यविधायकसूत्रेण तस्य लुप् लुप् भवति अत्र सुप् लुप् भवति लुप् पूर्वं करणीयं लुप् किमर्थं पूर्वं करणीयम् अत्र शासदिशोरुः करसविषज्ञः इति सुप्रत्ययस्य स्थाने कुर्मश्चेत् कः दोषः तत्र तु सुप् एवं विद्वत् इति सकारयोजनसकार सुप् सुप् सकारयोजनं न करोतु वर्णमेलनं न कर्तुं शक्यते तत्र तत्र सकारान्तः भवति तदनन्तरं विसर्गसकारात् परं न भवितुम् अर्हति खलु व्यञ्जनात् परं विसर्ग आदेशः कदापि न भवति सत्यं खलु तदनन्तरं पश्यतु सः सजुषोरुः करवसानयोर्विसर्जनीयः इति असिद्धप्रकरणे अस्ति सिद्धप्रकरणकार्यम् अस्ति अभ्यासाप्सुपः इति कृत्वा प्रथमम् अव्ययतापसुपः इति कार्यं करणीयं तस्य कार्यं कृत्वा एव सहसजुषुरुः करवस्य विसर्जनीयः इति वदामः महोदय मम संशयः अस्ति अव्ययतापसुपः इति सूत्रेण लोपः भवति वयं सर्वदा वदेमान प्रत्ययलोपे प्रत्ययलक्षणं तत्र प्रत्ययलक्षणं भवत् अस्तु एव न लोपः नास्ति अत्र लुक् लुक् अस्ति लोपः नास्ति लुक् अस्ति अत्र भेदः प्रत्यय एकनिमिषं तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति वदनेन किं वक्तुम् इच्छति तनेन किं किं किमपि प्रयोजनम् अस्ति वा तस्य किं वक्तुम् इच्छति प्रत्ययलोपे प्रत्ययलक्षणं तस्य प्रयोजनम् इदानीम् प्रत्ययलक्षणं कदा भवति इत्युक्ते यदा प्रत्ययनिमित्तीकृत्य कार्यं कुर्मः प्रत्ययः अस्ति इदानीं पदसंज्ञा अस्ति वा इति प्रश्नः अस्ति चेत् पदसंज्ञा अस्ति किमर्थम् इत्युक्ते तत्र लोपः अभवत् प्रत्ययलोपे प्रत्ययलक्षणं प्रत्ययस्य लोपः भवति चेत् प्रत्ययलक्षणं तिष्ठति प्रत्ययलक्षणं तिष्ठति इति कृत्वा तत्र तत् स्वीकुर्मः अत्र सुप् प्रत्ययस्य लुक् अभवत् अव्ययतापसुपः इति सूत्रेण तदनन्तरं प्रश्नः अस्ति वा अत्र पदसंज्ञा अस्ति वा इति प्रश्नः भवति किमर्थम् इत्युक्ते करवसेनविसर्जनीयः अपि च सजुषोरुः पदाधिकारी अस्ति इति एव चिन्तयामि पदस्य इत्येव अस्ति सजुषोरुः पदस्य रुः इति तस्य सूत्रस्य अर्थः अस्ति एवमेव करवसने विसर्जनीयः इति पश्यामश्चेत् रुः पदस्य विसर्जनीयः करवसनयोर्संहितायाम् इति अस्ति अत्र पदस्य इति कथं भवति इत्युक्ते तत्र वक्तुं शक्नुमः प्रत्ययलोपे प्रत्ययलक्षणं तस्य पदसंज्ञा अस्ति तत्र प्रसक्तिः अस्ति अस्तु अत्र संशयः अस्ति वा यस्य कस्यापि स सजुषुरुः करवशनविसर्जनीय कथं कार्यं करोति इति अस्तु नास्ति चेत् अग्रे पठेम स्पष्टः अस्ति चेत् सम्यक् एव स्पष्टमस्ति अस्तु अस्तु अग्रिम परि तत्र प्रक्रिया अस्ति अग्रिमप्रक्रिया अस्ति समृद्ध्यर्थे अव्ययम् इति सूत्रे समृद्ध्यर्थे अव्ययम् इति अस्ति शीर्षकम् तत्र विनय महोदय भवान् करोति वा सुभीक्षं तत्र सूत्र तत्र पूर्व पठित्वा समृद्धार्थे अव्ययं समृद्धिः इत्युक्ते विधेः आधिक्यं समृद्धार्थे सु इति अव्ययस्य प्रयोगः क्रियते अतः समृद्धार्थे सु इत्यस्य भिक्षाणां समृद्धिः सुभिक्षाम् इदानीं प्रक्रिया भवानेव वदति वा कथं भवति इति प्रथमतः वदति वा महोदय न प्रत्यय तु अहं भिक्ष योग आम योगस्तु आम् अस्ति इदानीं किं भवति भिक्षा लौकिकविग्रहवाक्यं भिक्षायोग आं योग सु इति अस्ति भिक्षाणां समृद्धि भिक्षाणाम् अतः षष्ठी बहुवचन आम प्रत्ययः अस्ति अतः भिक्ष योग आम योग सु समाससंज्ञा प्राक्कडरातुसमासः इति सूत्रेण अवैभावः च इत्यनेन अवैभावसमासः विशेष संज्ञा अस्ति तदनन्तरम् अव्ययं विभक्ति समीपसमितिवृद्धि अर्थाभाव अत्य सम्प्रति शब्दप्रादुर्भावतश्चात् यथा आदिपूर्वयौगपद्यसदृश्यसम्पत्ति साकल्य अन्तवचनेषु इति सूत्रेण समर्थेन अव्ययम् अनव्ययं सः समर्थ्यते अहं केवलम् एक अन्य लिखित्वा अत्र सूत्र उपरान्तः सूत्र इत्यनेन भवान् वदतु यदि अहं दोषः अस्ति वा न सूत्र इत्यनेन द्वौ कार्यौ कृतः प्रथमकार्यसमासविधान् अव्ययम् अनव्ययं सह समस्यते तदन्तव्यति कृत्वा सुबन्तसुबन्तेन सह नित्य अस्वपद अवैभावसमासः समस्यते द्वितीयकार्य अव्ययं प्रथमनिर्दिष्टम् अतः उपप्रथमनिर्दिष्टम् यतः स्रोतः दीर्घस्रोत सूत्र अस्ति अतः अग्रे भिक्ष योग आम् योगसु समासस्य प्रातिपदिकसंज्ञा भवति कृतज्ञतसमासः च भिक्ष योग आम् योगसु तदनन्तरं सुबुप्रातिपदिकयोः इत्यनेन अवयव आम् निष्कासितः तर्हि तथा निष्कासितः अतः वयं वदामः सुप्तियन्तं पदम् अतः सुप्तियन्तं पदं सुप् अपि च धातुकारणेन पदं भवति क्रियापदम् अपि च शब्दपदम् अतः सुप्तियन्तं पदं तदनन्तरं प्रत्यलोपे प्रत्यलक्षणं भवान् यदा अवदत् प्रत्ययः निपित् अहं लिखितवान् प्रत्ययलोपलक्षणं प्रत्ययः निमित्तं निमित्तं कार्यं कुर्मः अहं न जानामि परन्तु अहं भवान् अवदत् तदनन्तरं भिक्षुयोगस्तु अत्र प्रथमनिर्दिष्टं समास उपसर्जनं प्रथमतया आगच्छति तर्हि दीर्घसूत्रम् अव्यम्भवति समीपति अर्थभावस्य प्रति शब्द प्रादुर्भावशास्त्राणि योगपद्यसदृशसम्पत्तिसाकल्य अन्तवचनेषु इत्यादि तदनन्तरं कार्यं करणीयम् उपसर्जनं पूर्वं तदनन्तरं पूर्वनिपात निपातः भवानवत् निपात निपातनं शब्दः अस्ति द्युट्लकारः द्युट् प्रवर्तकः अस्ति तद् परन्तु अत्र पूर्वनिपातः पूर्वप्रयोगः तदनन्तरं वयं सुभिक्ष दृशामः पश्यामः अत्र वैभावतः अव्यसंज्ञा भवति वैभावतः सूत्रं प्रथमध्याये केवलम् अव्यभावः अव्ययसंज्ञा अस्ति अव्ययस्य अर्थः अस्ति अव्ययः अस्ति परन्तु अव्ययसंज्ञा अपि अस्ति केवलं अतः तर्हि सुभिक्ष इदानीं लिङ्गस्य निर्णय करणीयम् इच्छामः तदनन्तरम् अव्ययभावः च तदनन्तरमेव अवैभावः च अव्ययस्य अर्थः वैभावः अपि च नपुंसकलिङ्गं भवनीयं तदनन्तरं सुभिक्ष योगासु सर्वदा युनो प्रश्नः उदेति अत्र किं कारणं वयं सु उत्पत्तिः कर्तुम् इच्छामः परन्तु अत्र सु आगच्छति सूत्रेण प्रः त्रीणि सूत्राणि इत्यादि सौजसमासः अपि च अन्यसूत्र इत्यादि तदनन्तरं वयं सुभिक्षयोगसु पश्यामः परन्तु अग्रे गन्तुम् इच्छामः सुभिक्ष अदन्तं स्वयमेव अस्ति सुभिक्ष अदन्तं स्वयमेव अस्ति परन्तु सुभिक्ष अत्र अदन्तं पूर्वतया यदि अहम् अन्य अदन्तं शब्दं कृतवान् भिन्नः अस्ति परन्तु अदन्तमस्ति अतः प्रत्ययः अव्ययात् सुख सर्वदा व्यात् सुख आगच्छति शुभलुक् कार्यं हेतु अतः यदि शुभलुक् अस्ति तर्हि अन्य प्रक्रिया परन्तु अत्र शुभलुक् नास्ति अतः त्रीणि सूत्राणि आयान्ति अहं न जानामि अत्र महोदय अत्र अकार एवं चिन्तयतु महोदय तत्र अकारान्तः अस्ति अकारान्तः अस्ति चेत् सुम्लुक् न भवति न व्यवत् असन्तपञ्चम्यः इति वदतु साक्षात् तत्र आगच्छतु अव्ययतापसुः इति तस्य अपवादः अस्ति खलु वदतु अग्रे वदतु नव्ययात् अव्ययभावात् असन्तपञ्चम्यामः न वैभावात् अतो पञ्चम्याः प्रथमसूत्र अत्र शुभलुक् निषेधः अस्ति तदनन्तरं अम्भावः अस्ति कार्यम् अपि नास्ति कार्यमस्ति अभिपूर्वः सूत्र आधारेण अभिपूर्वसूत्र आधारेण कार्यं भवति तर्हि सुभिक्षं सिक्षं भवति अभाव आधारेण तदनन्तरम् एक अन्यसूत्रम् आयाति तृतीयसप्तम्योः बहुलं तृतीयसप्तम्योः बहुलं पूर्वसूत्रस्य अनुवृत्ति अपि आयाति अत्र अनुवृत्ति आधारेण अम्भावः प्रसक्तिः अस्ति परन्तु यदि यः अहं न जानामि यदि अत्र बहुलम् अपवादसम्बद्धे अस्ति वा नास्ति परन्तु अत्र बहुलमस्ति वा स्थाने अतः बहुलमस्ति तत्र तृतीया अपि च सप्तमी विभक्तिकोशे अम्भावस्ति अपि च रामवत् विभक्ति भवति यथा दन्त शब्दः अस्ति तर्हि तर्हि सुभिक्षं तृतीय सुभिक्षेण रामसमान् रामेण रामभ्यां रामै इत्यादि सुभक्ष सुभक्षेण सुभक्षाभ्यां सुभक्षै इत्यादि सप्तमी पुस्तकशब्द इति स्वीकुर्मः रामशब्दं तत्र पुस्तकशब्दं पुस्तकम् अथवा तत्र किं केवलं नका नत्वं भवति तदेव नत्वं भवति सुभिक्षेण यतः क्ष क्ष स्वयं क हलत् योगाश्च तर्हि एव न आगच्छति अतः पञ्चविभक्ति विहाय वयं जानीमः तत्र पञ्चमीभक्ति विहाय अभावः न भवति अतः रामात् सुभिक्षतात् सुभिक्षताभ्यः सुभिक्षात् सुभिक्षेभ्यः सुभिक्षाभ्यां सुभिक्षाभ्यां सुभिक्षेभ्यः सप्तमी सुभिक्षे सुभिक्षयोः सुभिक्षेषु सुभिक्षेषु सुभिक्षेषु भवान् सुभिक्षेषु सत्यं समीचीनम् अस्तु महोदय धन्यवादः धन्यवादः भगिनी रोहिणी भगिनी रोहिणी भगिनी अस्तु आं महोदय कथं तत्र समृद्ध्यर्थे द्वितीय उदाहरणं समृद्ध्यर्थे द्वितीयम् उदाहरणं मद्राणां समृद्धिः सुमद्रम् अत्र तत्र परिवर्तनम् अभवत् खलु समयस्य एकनिमिषं भगिनि अहं पठामि महोदय एकनिमिषम् महोदय तत्र नैन् ओ क्लाक् मम ईमेल् मध्ये दोषः अस्ति वा भवान् नववादनं लिखितवन्तः लिखितवान् एवं वा तत्र ओ एवं वा मम दोषः आसीत् वा अस्तु तदेव अहं चिन्तितवान् किमर्थं न क्षम्यताम् अत्र क्षम्यतां क्षम्यतां अहं परिष्करिष्यामि प्रायः गतवर्गे सम्यक्तया अत्र तत्र अष्टवादने वा अस्तु अस्तु इदानीं पठतु भगिनि पठतु पठतु समृद्ध्यर्थे द्वितीयम् उदाहरणं मद्राणां समृद्धिः सुमद्रं मद्रदेशवासिनां समृद्धिः इति अर्थः प्रक्रिया तु यथा पूर्वं भवति तृतीया सप्तम्योर्बहुळम् इति सूत्रे बहुलग्रहणात् एव सुमद्रम् उन्मत्तगङ्गम् इत्यादौ सप्तम्याः नित्यम् अम्भावः अर्थात् तृतीया सप्तम्योर्बहुळम् इति सूत्रे बहुळम् इति शब्दस्य प्रयोगः अस्ति इति कारणेन सर्वत्र विकल्पेन कार्यं न भवति नाम कुत्रचित् विकल्पेन अम्भावः कुत्रचित् नित्यं भवति इति विकल्पः इत्येव उच्यते अर्थि वा इति शब्दस्य पाठः भविष्यत् अस्मिन् सूत्रे विशिष्टः अर्थः कृतः अतः एव बहुलम् इति शब्दस्य प्रयोगः कृतः दृश्यते इदानीं तत्र अर्थः इति वदति वा परिचेतस्य अर्थः अवगच्छति वा किं लिखितमस्ति मन्द्राणां समृद्धिः सुमद्रं द्वितीया सप्तम्या प्रक्रिया किं भवति कथं भवति प्रक्रिया कथं भवति मन्द्राणां समृद्धिः इत्यर्थे अव्यय समृद्धि इत्यनेन सूत्रेण अव्ययपदम् उप इति भवति उप वा अव्ययविभक्तिसादृश्य तत् सूत्रेण अव्ययपदं अस्ति एकनिमिषं भगिनि बहु अत्र प्रक्रियायां बहूनि सोपानानि सन्ति क्रमशः गन्तव्यम् अस्तु इदानीं पुष्पभगिनी भवति वा अस्तु पुष्पभगिनी भवती करोति वा प्रक्रिया न श्रूयते वा महोदय श्रूयते सुमद्रम् अत्र अव्ययात् आप्सुपः इत्यनेन तत्र प्रथमतः किञ्चित् सोपानानि कानि इति वदतु भगिनि अस्तु भगिनि एकनिमिषः सुमात्र मया न दृष्टं करपत्रे परन्तु वदामि प्रयत्नं करोमि प्रथमा तु प्राकडारसमासः अविभावः इत्यनेन समाससंज्ञा भवति न महोदय? सत्यं सत्यं समाजसंज्ञा परे अव्ययं विभक्तिसमीप समृद्धिविरुद्धि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा अनुपूर्व्य योगपद पद्य सम्पत्ति साकल्य अन्तवचनेषु इति सूत्रेण सुबन्तेन सह सुबन्त आगच्छति सुबन्तमिति वदति पर अत्र समृद्ध्यर्थे अत्र कथं वाक्य कथमस्ति महोदय मद्राणां समृद्धिः समृद्धिः मुद्राणां समृद्धिः अत्र कृत्तद्वितसमासश्च इत्यनेन प्रातिपदिकसंज्ञा भवति तत्र अलौकिकविग्रहः किं कृतं भवति तदे मया मद्राणाम् अस्तु मद्रयोग आं योगः मद्राणां योगसु योगः सु मद्राणां योगः सु तत्तु सु अत्र कृतद्वितसमासश्च इत्यनेन प्रातिपदिकसंज्ञा भवति परे सुपो धातु प्रातिपदिकयोः इत्यनेन तत्र सुप् विषये अस्ति तद् लोपः भवति सुप्रत्ययानां लोपः सुप्रत्ययानां लोपः भवति तत्तु समृद्ध योगः सु इति आगच्छति मृद् मृद् मृद् न मद्रा मद्रा सुप्रत्ययेन अन्ते सुप्रत्ययः अस्ति तस्य पदसंज्ञा भवति अत्र सु तु अन्ते न सुप् न दृश्यते सुप् सु तु अत्र इत्यनेन सुप्रत्ययः लुप् भवति अतः सु एव तिष्ठति तत्र प्रथमनिर्दिष्टसमास उपसर्जनम् इति वदनीयम् इति उपसर्जनं संज्ञा सु प्रथमे आगच्छति सूरे न श्रूयते भगिनि सम्यक् न श्रूयते न श्रूयते महोदय इदानीं श्रूयते मध्ये मध्ये किञ्चित् गच्छति मध्ये मध्ये गच्छति ध्वनिः गच्छति अस्तु अस्तु अपर्णा श्रीराम भगिनी कृपया म्यूट् मध्ये भवतु अपर्णा श्रीराम कृपया म्यूट् मध्ये भवतु विनय महोदय म्यूट् मध्ये भवतु कृपया अस्तु अत्र अत्र समासविधायकसूत्रं अपि कार्यं करोति अवयम इति सूत्रम् अस्मिन् सूत्रे अव्ययम् इति प्रथमाविभक्ति विभक्ति अस्ति इति तस्य उपसर्जनसंज्ञा भवति. उपसर्जनं पूर्वम् इत्यनेन पूर्वनिपातः भवति. अत्र सुमद्र इति आगच्छति. अव्ययि अविभावे न न न तद् न कार्यमस्ति. अविभावश्च इत्यनेन अत्र अस्तु. इदानीं कथमस्ति? सुमद्र अस्ति. अस्तु, धन्यवादः भगिनि. अन्य कोऽपि करोतु. धन्यवादः. अपर्णा भगिनि भवती करोति वा? नाम उच्यताम्? उषा. नमस्कारः. उषा वा? अस्तु, अपर्णा श्रीरन्ति अस्ति अत्र. उषा भगिनी, अस्तु, अग्रे वदति वा? I don't know where she stopped. तत्र सुमद्र इति अस्ति. ओ, सुमद्र. अव्ययीभावश्च तत् कार्यम्. अव्ययीभावसंज्ञा इदानीं संज्ञाविधानं तत् लिङ्गनिर्णय लिङ्गनिर्णय अव्ययीभावश्च इति सूत्रेण अव्ययीभावश्च इति सूत्रेण अव्ययं भवति. भिन्न अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गं भवति. सुमद्र नपुंसकलिङ्गं प्रातिपदिकम् अस्ति. सुप्रत्ययः भवति. सुमद्रयोगः सु अव्यय सुमद्रयोगः अव्ययसंज्ञा भवति. सो अव्ययात् आप्सुपः इति सूत्रेण सुप् लिङ्ग् प्राप्यमानः. सुमद्र इति अत् अकारान्तः अस्ति. सो न अव्ययीभावात् असोंसपञ्चम्याः इति सूत्रेण सुप्लुक् निषिध्यते. सुब्लुक् निषिध्यते. सुमद्र इति अम् आदेशकं सुप्रत्ययस्य स्थाने अम् आदेशकं भवति. सर्वाः प्रत्यय अम् आदेशकः भवति. पञ्चमी विभक्तौ विहार सुमद्रयोगः इति अमिपूर्वः इति सूत्रेण सुमद्रम् अत्र एकनिमिषम् अत्र पञ्चमी विभक्ति तादृशम् अस्ति वा? पञ्चमी विभक्ति नित्यम् अम्बा सप्तमी पञ्चमी विभक्तौ ऐ थाट् सुमद्रात् बहुलम् इति शब्देन प्रयोगः अस्ति. इति कारणेन सर्वत्र विकल्पेन कार्यं न भवति. सुमद्र डजन्ट् अप्लै. कार्यं न भवति इत्युक्ते किं कार्यं न भवति? तृतीया सप्तम्योर्बहुलम् इति सूत्रं कार्यं न भवति. बहुलम् इति शब्दस्य प्रयोगः अस्ति. बहुलं शब्देन तृतीया तत्र एकनिमिषम् सुमद्रम् इत्यत्र तृतीयाविभक्तौ किं कार्यं न भवति? बहुलम् इति वदनेन किं कार्यं भवति, किं न भवति? सुमद्रम् इति भवति, सुमद्रेण इति न भवति. सुमद्रम् इति भवति, सुमद्रेण इति न भवति. सप्तमी विभक्तौ सुमद्रम् इति भवति, सुमद्रे इति न भवति. सुमद्रे इत्युक्ते तत्र अम्बाः नित्यं सप्तम्योर् बहुलं विकल्पेन भवितुम् अर्हति, किन्तु सुमद्रम् एवम् उन्मत्तगङ्गम् इत्यादौ विकल्पं न भवति कृत्वा तस्य अमादेश एव भवति. अमादेश अमादेश इति कार्यं भवति, अमादेश एव इति स्वीकुर्मः. तत्र बहुलपदेन किम् उक्तम् इत्युक्ते तत्र कुत्रचित् वैकल्पिकरूपं दृश्यते, कुत्रचित् नित्यरूपमेव दृश्यते इति अर्थः. द्वयरूपमपि रूपे अपि सिद्ध्यन्ते न अत्र न भगिनि न तत्र सुमद्रं मद्रम् इति पदेन यदा समासं कुर्मः, समासकार्यं कुर्मः, तत्र सुमद्रम् इति भवति. तत्र केवलम् एकमेव रूपं, पञ्चमी अस्ति, पञ्चमी तत्र भिन्नरूपमस्ति. तृतीया अपि च सप्तमी विषये तत्र एकमेव रूपं भवति इति अर्थः. वैकल्पिकरूपं यत् सामान्यतया वयं कुर्मः तद् न भवति इति अर्थः. महोदय एकः संशयः, अत्र अं भावः नित्यम् इति कथम् अवगच्छेम? अम्बाव अत्र व्याकरणमेव व्याख्यानं दृष्ट्वा एव वक्तुं शक्नुमः भगिनि. कुत्र बहुलम् इति पदस्य प्रसक्तिः अस्ति, कुत्र इत्युक्ते बहुलम् इति पदस्य नित्यत्वम् इति अर्थः कुत्रचित् भवति. तदनन्तरं वैकल्पिकं बहुलम् इत्युक्ते मोस्ट्लि इति अर्थः, मोस्ट्लि इत्यर्थः. सम्टैम्स् इट् इस् अ एक्सेप्शन्, दट् इस् द मीनिङ्ग्. मोस्ट्लि देर् विल् बि तत्र सुप् योजनं तत्र भवति, तृतीया अपि च सप्तमी भक्तौ. तत्र बहुलम् इति पदं मोस्ट्लि इति. तदनन्तरं कुत्र न कार्यं करोति इति प्रश्नः भवति. तदा वयं व्याख्यानं पश्यामश्चेत् कुत्र कुत्र न भवति इति उल्लेखितः भवति. तद् दृष्ट्वा एव वक्तुं शक्नुमः. इत्युक्ते तत्र किं वदन्ति इदानीं कालिदासः एव कविः यत्किमपि प्रयोगं करोति तद् एव प्रमाणत्वेन स्वीकुर्वन्ति. तत्र प्रश्नं न कुर्मः किमर्थं कालिदासः एवं कृतवान् इत्युक्ते कविश्रेष्ठः अस्ति, तदा कालिदासः लिखति चेत् तत् स्वीकरोतु तादृशं. यत्र तादृश प्रयोगः अस्ति तत्सर्वं स्वीकृत्य व्याख्याने लिखन्ति. व्याख्यानं पश्यामश्चेत् ज्ञातुं शक्नुमः. अस्माभिः न एतादृशं न कर्तुं किं तत्र अवसरः नास्ति. वयं यदा वाक्यनिर्माणं कुर्मः तथा तृतीया सप्तम्योर्बहुलम् इति वैकल्पिकम् एव स्वीकुर्मः. तु सुमद्रम् इति यत्र अस्ति तत्र कोऽपि कविश्रेष्ठः तादृशप्रयोगः कृतवान् इति कृत्वा तादृशं भवति. एतादृशरूपं केवलम् एकमेव रूपम् अस्ति इति भवति. व्याख्यानमेव द्रष्टव्यं तदर्थम्. आं महोदय. अस्तु, अत्र एक एव अत्र अग्रे विरुद्धर्थे इति अस्ति. विरुद्धर्थे विगतविधिः अव्ययं, तत्र सरला भगिनी अस्ति वा? आं महोदय अस्मि. अनोनिमस् इति दृश्यते भगिनि. ओ क्षम्यताम्, अहं पेशेण्ट् काल् कर्ति इदानीं किञ्चित् तस्मिन् विषये वदति वा? यवनानां वृद्धि दुर्वचनं दुर्यवनं पठामि पूर्वं पठामि तत्र प्रक्रिया भवतु भगिनि शीघ्रं किञ्चित् व्यधि अस्ति व्यधि इत्युक्ते अभाव व्यधि अभाव इति भवति तु दुर् इति तस्य अव्ययम् आगच्छति वृद्धे अभाव दुर् इति अव्ययं भवति अव्ययी अव्ययं विभक्तिसमीपसमृद्धि व्यधि अर्थाभावत्ययसम्प्रति शब्दाप्रादुर्भावपश्चात् यथा आनुपूर्व्ययोगपद्य सादृशसम्पत्ति साकल्य अन्तवचनेषु अनेन सूत्रेण दुर् वृद्धि अभावस्य अव्ययं पदं दुर् आगच्छति. उदाहरणमस्ति यवाना लौकिकवाक्यं भवति यवानानां व्यर्थि तत्र यवानानां व्यर्थि तस्य समस्तपदमस्ति दुर् यवनम् अलौकिकवाक्य विग्रहवाक्य भवति यवनयोग आम योगि यवन इति प्रातिपदिकं भवति यवन आम् इति षष्ठी भवति तस्य बहुवचनं सुप्रत्ययः अस्ति दुर् इति अस्माकम् अव्ययमस्ति दुर् इति तस्य सुप्रत्ययरूप भवति तस्य अव्ययात् आक्सुपूत्रेण. इदानीं यवन् योग आम् योग दुर् अस्य प्राकरसमासः अनेन समासंज्ञा भवति अव्ययीभावश्च अनेन अव्ययसंज्ञा आगच्छति. तदनन्तरं अव्यय अव्ययविभक्तिसमीपसूत्रेण अनेन सूत्रेण दुर् इति समस् तस्य सुबन्तपदेन यवन यवन सह सः सुप इति सूत्रेण इति समस्तं पदम् आगच्छति तत्र. सो यवन् योग आम् योग दुर् कृत्तदत् समासः अनेन प्रातिपदिकसमासः भवति सुपो धातो प्रातिपदिकयो अनेन सुप्रत्ययलोपः भवति तु यवन् योग दुर् इति आगच्छति. प्रथमानिर्दिष्टं उपसर्जनम् अनेन कारण की दुर् तस्य अव्ययम् इति सूत्रे प्रथमाविभक्तिः अस्ति सो दुर् इति तस्य उपसर्जनसंज्ञा भवति उपसर्जनपूर्व इति अनेन दुर् इति पूर्वम् आगच्छति समस्तपदे सो दुर् यवन् इति प्रातिपदकं भवति समस्तपदस्य अव्ययी भावश्च अनेन प्रथमाध्याय गच्छति तस्य अव्यय समस्तपदस्य अव्ययसंज्ञा भवति. इदानीं दुर् यवन् इति भूत्वा तदनन्तरम् अस्माकं प्रक्रिया आगच्छति अत्र पूर्वं अव्ययीभावश्च अस्ति अनेन नपुंसकलिङ्गं निष्पन्नं भवति. इदानीं सन्धि कार्यं भवति दुर् योग यवनम् अस्ति अत्र दुर् योग यवन तस्य रेफस्य अव्ययी खरवसानयो विसर्जने अनेन विसर्गः भवति सो यवन् दुर्यवन इति भवति दुर्यवन तत्र तदनन्तरं करावसानयविसर्जनीयः इति सूत्रं किमर्थम् अत्र कार्यं करोति कारण की रेफ अस्ति न तस्य रेफस्य रेफ अस्ति अस्तु करावसानयोर् विसर्जनीयः इति सूत्रस्य अर्थः कः खर् अवसानयो अवसाने अवसानयोः यवनमस्ति तस्य खर् अस्ति वा खर् अस्ति वा खर् अस्ति वा यकार खर् नास्ति सुप्तप्ति भवति ज्ञाप्रातिपदिकात् इति दुर्यवनं केवलम् इति वर्णमेलनम् अस्ति तत्र तदनन्तरं दुर्यवन तदनन्तरम् अम्बाव तदनन्तरं सुप् उत्पत्ति इति अव्यवात् आप् सुप् प्रभाद्य न अव्यवात् पञ्चम्या इति सूत्रेण अम्भाव विधीयते पञ्चमी विभक्ति विहाय तदनन्तरम् अमि पूर्व अनेन पूर्वकालस्य तिष्ठति तद् दुर्यवनम् इति भवति तदनन्तरम् अस्माकं तृतीय सप्तम्या बहुलम् इति तृतीया विभक्त्याम् अहं न जानामि अत्र नित्यम् अस्ति वा बहुलम् अस्ति विकल्पेन अस्ति इति दत्तं नास्ति अत्र प्रायः तत्र बहुलं भवति इति एव चिन्तयामि भगिनी किमपि न लिखितवती तत्र वर्गे अपि अहं न किमपि लिखितम् चिन्ता न आसीत् प्रायः भवति अस्तु न प्रेषयिष्यामि भगिनीं प्रेषयिष्यामि अस्ति अस्ति अस्ति महोदय तत्र अस्ति अस्ति महोदय अस्तु अत्र अस्ति अस्ति इति स्वीकुर्मः बहु यदि सप्तमी बहुलं भवति तद् तत्र दुर्यव यदि तृतीया भवति दुर्यवनेन दुर्यवनाभ्यां दुर्यवनै इति भवति अन्यरूपं दुर्यवनं भवति सप्तम्या विभक्त्यां भवति दुर्यवने दुर्यवनौ दुर्यवनेषु इति भवति किन्तु दुर्यवनं विकल्पेन आगच्छति पञ्चम्या विभक्त्यां भवति दुर्यवनात् दुर्यवनाभ्यां दुर्यवने अस्तु अत्र एक एव संशयः अस्ति मम मनसि अस्ति इदानीं दुर्यवनम् इति अस्ति दुर् इत्यस्य लेपः आदेशः भवति तत्र रेफ अस्ति दुर् इत्यत्र तदनन्तरं यकारः वकारः तदनन्तरं नकारः अस्ति अत्र नत्वं न भवति वा न कारणकी यकारः अट् मध्ये अस्ति वकारः अट् मध्ये अस्ति नकार नकार इति भवति बाधितं कथं तत् यवनेन न दुर्यवनम् इति एकनिमिषम् एकनिमिषं मम प्रश्नः अस्ति केवलं न तु तृतीया विभक्ति सर्वत्र दुर्यवनम् इति दुर्यवन इति अस्ति खलु दुर्यवन इति शब्दः पूर्वमेव एकनिमिषम् तत्र दुर्यवन इति प्रातिपदिकम् अस्ति दुर्यवन इति प्रातिपदिकमस्ति तत्र नकारस्य नत्वं न भवति वा इति प्रश्नः अस्ति वकार आगच्छति प्रत्याहारे अस्ति वकारः अपि अस्ति यकारः अपि अस्ति तत्र समासे अहं चिन्तयामि अहं निश्चितं नास्ति मम मनसि न न तत्र यवन इति पदम् अस्ति यवन यम् इति जानामः अहं भावं यवन इति अस्ति तत्र दुर्योगः दुर् तदनन्तरं दुर्योगः यवन दुर्यवन इति अस्ति अस्मिन् सन्दर्भे किमर्थं नत्वं न स्यात् पदान्तनकार न पदान्तं नास्ति खलु पदान्तम् इत्युक्ते पद सुप्तिङन्तं पदं योजयित्वा एव तत्र पदान्तं वक्तव्यं कानि निषेधसूत्राणि अपि सन्ति अहं शृणोमि तत्र समासे अत्र अहं चिन्तयामि दुर् इति पदमस्ति दुर् इति पदमस्ति यवनम् इति भिन्नं पदम् अस्ति अत्र यद् कदा एतद् रसाभ्यां नौमः समानपदे इति अस्ति एतत् समानपदं नास्ति इति एव मम चिन्तनमस्ति समानपदे इत्युक्ते समस्तपदे नास्ति समानपदम् इति एकस्मिन् पदे इति अर्थः न एकस्मिन् पदे इति अर्थः समस्तपदे इति नास्ति इति मम चिन्तनम् अग्रिमवर्गे वदिष्यामि तस्य उत्तरं किन्तु दुर्यवन यदि समस्तपदं भवति तत्र पदं पूर्वम् अस्ति यवन तत् समानपदं नास्ति समानपदम् इति नास्ति परन्तु दुःयवनं न दृश्यते न महोदय दुस् न भवति यवनं किमर्थं नै दुर्पदमस्ति न दुर्पदमस्ति दुर्यवनं पदसंज्ञा अस्ति पदं पदमस्ति चेत् ससजुषो ऋतु कार्यं करोति ससजुषोरुः कार्यं करोति तत्र कदा भवति ससजुषोरुः दुर् इत्येव अस्ति खलु तत्र सकारः नास्ति सकारस्य स्थाने ससजुषोरुः भवति तस्य सदृशश्च सकारस्य एव ऋत्वम् अत्र सकारः एव नास्ति सकारः नास्ति इदानीं दुस् इति अस्ति चेत् दुर् भवति दुस् इति नास्ति खलु दुर् इत्येव अस्ति अत्र यदा वयं पश्यामः तत्र करवासनयोर्विसर्जनीयः इति तत्र ससजिशुरुः कुत्र अस्ति तत्र अष्टाध्यायी द्वितीयाध्याये अस्ति ससजिशुरुः अत्र ससजिशोरुः कार्यं न करोति किमर्थं सकारः नास्ति दुस् इति नास्ति सकारः नास्ति दुर् इत्येव अस्ति दुर् इति अस्ति इति कृत्वा तत्र खरवसनो विसर्जनीय इति अस्ति तत् कार्यं न करोति किमर्थं परे किं नास्ति खर् नास्ति अवसानमपि नास्ति तदनन्तरं भो भगो अगो पूर्वस्य यो अशि इति अस्ति तत् कार्यं करोति वा नास्ति किमर्थं तत्र पूर्वम् अकारः नास्ति उकारः अस्ति तद् न कार्यं करोति तदा किं कदा कुत्र आगन्तव्यं विसर्जनीयस्य विसर्जनीयस्य सह इति विसर्जय एव नास्ति इति कृत्वा रेफ एव तिष्ठति महोदय व्यर्थे दुस् या अथवा दुर् अनयोः अव्ययोः प्रयोगः क्रियते इति तद् न वदति अत्र दुस् इति भवति चेत् दुस्यवनम् दुस्सीति अवयं दुस्सीति अवयं स्वीकुर्मश्चेत् दुस्सीति आगच्छति अत्र ससजुषोरुः कार्यं करोति सुससजुषोरुः इति कार्यं करोति रुः ऋत्वं भवति ऋत्वं कृत्वा दुर् इति भवति तत्रापि दुर् इति एव भवति परन्तु तत्र दुः दुष्टि न भवति खलु ते द्वे अपि आगच्छति दुष्कं न न न भगिनि तत्र एकनिमिषम् अत्र इदानीं रूपद्वययोगयवनं न न न दुस्सियोगयवनम् एकनिमिषम् अहं वदामि दुस्सियोगयवनम् इति अस्ति सकारान्तः अस्ति सस्य पदस्य पद अस्ति पदसंज्ञा अस्ति सकारान्तः अस्ति इति कृत्वा ससजिशुरुः इति सूत्रेण दुर् इति भवति सकारस्य स्थाने रेफादेशः रेफादेशः भवति चेत् दुर् इति भवति दुर्योगयवनं इदानीं विसर्ज्य करवसेन विसर्जने नकारं करोति, भोभगवागपूर्वस्य नकारं करोति, अतोरुरुलप्रदागप्रदे नकारं करोति, तदनन्तरं विसर्जनीयस्य सह कदा भवति? विसर्गः अस्ति चेदेव विसर्जनस्य सह इति प्रसक्तिः भवति. विसर्जनस्य सोऽस्ति तदनन्तरं वाचरि किमपि का सूत्रमस्ति तद् तत्र विसर्गः भवति चेदेव कार्यं करोति. इदानीं दुर्रीत्येव अस्ति, दुर्यत्येव अस्ति चेत् दुर्यवनमेव भवति. दुस् इति अव्ययं स्वीकरोति चेत् दुर्यवनं, दुर्यति अव्ययं स्वीकरोति चेत् दुर्यवनं. इदानीं भवत्याः संशयः अस्ति वाचरि वा अथवा तत्र विसर्जनस्य सह इति कार्यं करोति वा इति संशयः अस्ति चेत् तत्र सर्वर्णपरे नास्ति, शर् अस्ति वा? यकार शर् मध्ये अस्ति, यथा शकम् अस्ति तत्र शर् अस्ति. शक शाकानां वृद्धि तत् अग्रिमवर्गे पश्यामः. अस्तु, अत्र स्थगयामः, समयः जातः, क्षम्यतां. धन्यवादः महोदय. सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. अस्तु, मम ईमेल् मध्ये दोषः आसीत्, क्षम्यताम्.